नमस्कारः. लुट् लकारः द्वितीयभागः इति करपत्रं करपत्रस्य आरम्भः अस्ति खलु भगिनि? आमां PDF वर्गे पञ्चत्रिंशत् पृष्ठं पवर्गान्तधातव. नयतु भगिनि. PDF मध्ये अस्ति in the wiki website it is not complete, only in the I was searching where the bhinna karapatram mahodayena yojitam. PDF at the end of the wiki thing adho bhag दत्तम् अस्ति PDF तत्रापि स्पर्श तत्र मया न दृष्टं तत् वर्गसमये तत् कारणात् न पठितुं अशक्नुत् गो हेड् ऐ एम् सोरि. I'll be able to open it. It's okay, don't worry, I'll be able to just go ahead. भगिनी आरम्भं करोति वा? सरला भगिनी पाठयति वा कृपया? यदि मम तु पूर्णतया किमस्ति संस्कृतपठनं लुप्तमेव. न भगिनी, भवती वयं भवत्या निर्देशस्य प्रतीति इति स्मरामः भूतवन्तः. धन्यवादः भगिनि. किन्तु अहं तु किमपि न जानामि भगिनि अस्मिन् विषये. तर्हि वयं पठामः इति पठामः. वयं जानीमः लुट् लकारस्य अत्र वयं प्रथमं तस्य लुट् लकारकः लकार अस्ति, तदनन्तरं प्रत्यादेश इति पञ्चोपगानि कृतवन्तः. प्रत्यादेश धात्वादेश इडागमस्य चिन्तनं, तदनन्तरम् अतिदेश द्वित्वं न भवति लुट् लकारे. सो चत्वारि अङ्गानि ये सन्ति तत्र वयं स्मः. इदानीं वयं कथं क्रियापदं निर्माण भवति तस्य पाठचलन्ति अस्ति. इदानीं वयं पवर्गधातवे इति तत्र भवान् अस्मि अस्ति. धन्यवादः. सो पवर्गन्तधातव अत्र अस्ति. वयं तस्य पूर्वं कृतवन्तः इडागमस्य चिन्तनम् अपि अतिदेश गाङ्कुटादिभ्यः इति अतिदेशत्रय सूत्राणि वयं दृष्टवन्तः. गाङ्कुटादि भवति किमस्ति अहं सम्यक्तया उच्चारणं न कर्तुं शक्नोमि तत् सूत्रं. गाङ्कुटादि इति अतिदेशसूत्रमस्ति येन कितिङिति इति अध्यारोप्यते. गाङ्कुटाद्योभ्यो इति ङित् इत्यनेन धातवः सर्वे सुदादिगणे धातुः अस्ति. ते तस्मिन् कुटादिगणः अस्ति. तत्र कित् ङित् इति अध्यारोपते, अतः गुणबाधिता भवति. यतोहि ता इति वलादिप्रत्ययः अस्ति, तदापि अपि गुणः न भवति, अपि इदागमः न भवति. तत्र कुटादिगणे अस्ति. इति अस्ति गाङ्कुटादिभ्य विजयत् अपि तत्र अपि गुणबाधितं भवति अनेन सूत्रेण विज् धातु यदि वितुदादिगण्यधातुः अस्ति तत्र अपि इदागमस्य चिन्तनं न भवति. इदानीं वयं पवर्गस्य तदनन्तरं सर्वे एकखगण इति भगिनी इति पर्यन्तम् इदानीं पवर्गस्य आरम्भं कुर्मः. अत्र विशेषं किम् अस्ति कारण कि पवर्गे धातुद्वयं अस्ति ऋतुपदधातवः ते पवर्गीय धातु त्रिप् ग्रिप् ते धातो अन्यतः वेट् अन्यत् अपि वेट् अपि सो तस्य चिन्तनम् अस्ति किं भवति तत्र इति. इदानीं वयम् आरम्भामः. पवर्ग सामान्यचिन्तनं किम् अस्ति? सामान्यचिन्तनम् अधिकतः सर्वे अधुपदधातवः सन्ति तेषां कृते केवलं खरीचयनेन अपजन्यवतिष्ठति. तदनन्तरं के इदुपदधातवः सन्ति शिप् तिप् लिप् अपि छुप् लुप् तत्र इक्व प्रत्याहारे वर्णः अस्ति तत्र पुगन्तलघुपदस्य प्रसक्तिः भवति तस्य कार्यं भवति. तदनन्तरं विशेषसूत्राणि आगच्छति यत्र त्रिप् द्रिप् अस्ति तत् वयम् अद्य पठामः. कः आरम्भं करोति? अरुणा भगिनी आदौ आगतवती. अरुणा भगिनी सवर्गे अपि पठितवती समान क्षम्यतां भगिनी मम समीपे करपत्रं नास्ति. किमला भगिनी पठितुं तदनन्तरं विमला भगिनी म्यूटेड् अस्ति भगिनी. प्रथमतया पठितुं शक्नुमः वाकारस्य अस्तु भगिनि पठामि किं? पवर्गान्तधातवः एकाच् पकारान्तधातवः त्रयोदशधातवः अनिटः एषु दशधातवः सामान्याः त्रयः ये ऋदुपदधातवः तेषां विशिष्टकार्यम्. दश सामान्यपकारान्ताः अनिधातवः तप् योगः ता तप्ता खरि च इत्यनेन अत्र प तथैव तिष्ठति. वप्ता शप्ता स्वप्ता सर्वत्र वर्णमेलनं क्षिप्ता अत्र गुणकार्यं भवति क्षेप्ता इति पुगन्तलघुपतस्य इत्यनेन. तिप्ता तेप्ता लेप्ता क्षोप्ता लोप्ता आप्ता केवलम् आप् योगता आप्ता इति रूपं सिद्ध्यति. तृप् दृप् सृप् एते त्रयः धातवः अनुदात्ताः च ऋदुपदाः च इत्यतः विकल्पेन तेषाम् अमागमो भवति. अधस्थसूत्रद्वयं दृश्यताम्. प्रथमः एका च उपदेशे अनुदात्तात् यः औपदेशिकधातुः एकाच् अपि च अनुदात्तः अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति. पठनीयं किम् अग्रेपि अग्रिमपरिच्छेदं पठामि वा? आं भगिनि. द्वितीयः अस्ति अनुदात्तस्य चर्दुपथस्य अन्यतरस्याम् उपदेशे अनुदात्तः यः ऋदुपदः तस्य अम् आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे. तृप् दृप् सृप् मृष् स्पृश् हृष् भ्वादितुदादि च इत्युक्ते धातुद्वयमस्ति कृष् कृष् इति सप्तधातवः अनुदात्ताः च ऋदुपदाः. रत् उपधायां यस्य सः ऋदुपदः बहुव्रीहिः तस्य ऋदुपदस्य अनुदात्तस्य षष्ट्यन्तं च अव्ययपदं ऋदुपदस्य षष्ट्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्। आदे च उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः। सृजि दृशोर्झलि अम् अकिति इत्यस्मात् झलि अम् अकिति इत्येषाम् अनुवृत्तिः। अनुवृत्तिसहितसूत्रम् उपदेशे अनुदात्तस्य ऋदुपदस्य अम् झलि अकिति अन्यतरस्याम् इति बहु दीर्घः परिच्छेदः। अत्र पकारान्तधातुषु प्रथमदशधातवः तत्र वर्णमेलम् अपि च गुणकार्यमस्ति, यतोहि ता आर्धधातुकप्रत्ययः अस्ति, आर्ध सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति। लघु उपद इकवर्णस्य अन्तिम एकवर्णस्य पुगन्तलघुपदस्य इत्यनेन आम्। अपरं तृप् तृप् स्रप् एते त्रयः धातवः अनुदात्ताः चरदुपदाः। अनुदात्ताः इत्यनेन ते अनिधातवः सन्ति एकाच उपदेशे अनुदात्तात् इत्यनेन। यदि अनुदात्तः तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति इति अस्य अर्थः। अनुदात्त इति पाणिनेः ग्रन्थे द्विवारं उल्लिखितं। द्वितीयः अस्ति अनुदात्तस्य चर्दुपथस्य अन्यतरस्यामिति। अत्र यः धातुः एकाच् अस्ति अनुदात्तः अस्ति, अपि च तस्य उपधायां ऋकारः अस्ति, तत्र अमागमः भवति विकल्पेन। कदा भवति इत्युक्ते झलादि अकिति प्रत्ययः परे अस्ति चेदेव भवति, तदपि अविकल्पेन भवति इति अस्य अर्थः अस्ति। भगिनि क्षम्यताम्, इति एकाच् गतं नास्ति, एकाच् नास्ति, परन्तु अस्माकं वर्गे तथैव केनापि उक्तम् तेन कारणेन अहमपि तदेव उक्तवती, न जानामि एकाचस्ति वा न इति। अनुदात्तस्य अत्र केवलम् अनुदात्तस्य चर्दुपदस्य चर्दुपदस्य अन्यतरस्यामि अस्ति भवती प्रायः अन्य अनेकाच् द्विपद ऋदुपदधातु नास्ति, किन्तु इति निमित्तं नास्ति एकाच् भवेत् इति परिच्छेदे न लिखितम् अस्ति। अस्मिन् परिच्छेदे नास्ति, अस्माकं वर्गे केनापि उक्तं, तेन कारणेन अहमपि उक्तवती। अस्तु, अत्र तृप् तृप् तृप् त्रयः अपि एकाच् एव, अपि च अनुदात्ताः धातुत्रयमपि एकादौ। अस्तु भगिनि, समाप्तं मम भगिनि, मया समाप्तम्। अन्य कोऽपि पठति किं पूर्णतया वदतु न, किं भवति अस्मिन् सूत्रे निमित्तं किमस्ति? तदुक्तं किल, निमित्तमस्ति जलि अकित् प्रत्ययः, जलिपरे झलादि अकित् प्रत्ययः अस्ति तदा एव विकल्पेन भवति। किं भवति? अमागमः भवति। अस्तु, यतोहि अद्य आद्यौ त्रप् त्रप् धातुद्वयम् अनिधातुषु स्तः, परन्तु ऋधादिभ्यश्च इत्यनेन ते वे धातु आवल्यां सन्ति। अनिट् अस्ति चेत् तत्र किमपि कार्यं नास्ति, इडागमः न भवति, इडागमः भवति तदा इता इति कारणेन तत्र अमागमः न भवति। यदि इडागमः न भवति, ता इति प्रत्ययः परे अस्ति खिल, तत् झल् झल् प्रत्ययः अस्ति, झल् प्रत्याहारे अस्ति, अपि च अकित् अस्ति, ता प्रत्ययस्य कारणेन अत्र अमागमः भवति. अमागम इत्युक्ते अम् इति मिदजो अन्त्यात् परः इत्यनेन अन्तिम अचः ऋ तस्य परः अम् आगमः भवति इति तेन कारणेन रूपद्वयं भवति. एकस्मिन् पक्षे अमागमः भवति, यदा अमागमः न भवति तत्र गुणकार्यं भूत्वा रूपं पृथक् रूपमस्ति. तप् त्रप् त्रप् इति यदा वयं द्रक्ष्यामः तत्र दत्तमस्ति. अस्तु भगिनि. साधु भगिनि. पुष्पा भगिनी पठति वा भगिनि? अन्य प्रश्नः अस्ति वा सरला भगिनी? एकः प्रश्नः अस्ति भगिनि. तृप् द्रुप् अत्र किं के दातवः द्वयमस्ति? भवादि सुदादि इति दत्तं तृप् दाते एव. भवादि सुदादि कृष् धातोः कृते दत्तमस्ति. ओ कृष् दाते एव. ओके. यतोहि कृष् यदा वयं पठितवन्तः रघुपतिधातु हलन्तधातुषु अनिर्धातु आवल्यां कृष् इति द्विवारम् अस्ति. भवादि अस्ति, सुदादि अस्ति, तेन कारणेन धातुद्वयं कृष् अस्ति. त्रयम् अस्माभिः अत्र पठनीयं खलु? तृप् अपि पठनीयम्. अस्माकं वर्गे न कृतं, वर्गे केवलं तृप् भगिनी कारणकी तृप् तृप् वेट् अपि अस्ति, अन्यत् अपि अस्ति. तृप् केवलम् अन्यत् अस्ति, तत् वेट् दातु आवल्यां नास्ति. सो चर्चा वेट् धातु कृते किं भवति तत् अस्ति अद्य पाठे. अस्तु भगिनि. पुष्पा भगिनी पठति. मया न पठितुं न शक्नोमि, पठामि. मृष् खृष् इत्येते चत्वारः धातवः अनितः. तृप् द्रुप् इत्येतौ द्वौ धातु वेटौ. तृप् द्रुप् इत्येतौ द्वौ धातु तौ एव यौ अनित् हलन्तधातुपाठे उक्तौ. तृप् प्रीणने दिवादिगणस्य तृप्यति. दृप् हर्षमोहनयोः दिवादिगणेश द्रुप्यति. तर्हि कथमत्र वेट् धातुषु अपि पठितौ? वस्तुतः तु एतौ द्वौ धातु मूलतः अनुदात्तौ. अनुदात्तः नाम कः? अपि च कथं जानीमः के धातवः अनुदात्ताः? अनुदात्तः धातोः एकसंज्ञा अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञाया उपयोगः कृतः. एका च उपदेशरुदात्तात् अनुदात्तश्च ऋदुपदस्यां. तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्यायं, किन्तु अस्मिन् ग्रन्थे के दातव अनुदात्तः इति न उक्तम्. प्रायः प्राणिने धातुपाठे दत्तं स्यात्, परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः. तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञाः महत्त्वमस्ति. अधुना किं प्रमाणं कस्य धातोः अनुदात्तसंज्ञा? वयं जाने अत्र दत्तं सप्तधातवः अनेकः, परन्तु दृप् केवलं द्वौ धातु अनितः एव तृप्ता. अत्र वेट् अपि भवति, वेट् अपि भवति. अत्र प्रश्नः अस्ति किं कथं तृप् वेट् तु भवति इति प्रश्नः. परन्तु वेट् धातुः अस्ति, किन्तु अनित् वावल्यमपि पठितम् अस्ति, किमर्थम् उभयत्र पठितम् इति प्रश्नः अस्ति. मूलतः धातौ अनुदात्तौ अस्ति, ततः एकाच् अधुना उपदेशानुदात्ता ते सूत्रेण इडागमः निषेध्य भवति. परन्तु पाणिनिने पाठे किं के दातवः अनिट् के दातवः सेत् इति न उक्तं, प्रायः तत् ग्रन्थ आधुनिककयुगे लुप्तः भवति. परन् महाभाष्ये दत्तं के धातवः अनुदात्तः इति. महाभाष्ये दीयते यत् हलन्तदातुषु द्वाधिक एकशत धातवः अनुदात्ताः, अपि च एवमपि दीयते यत् अजन्तेषु द्वादश धातवः सर्वे उकारान्तः च ऋकारान्तः च सेत्, तान् विहाय सर्वे अजन्ताः अनिटः. तत्र एकाच् उपदेशे अनुदात्तात् इति सामान्यसूत्रेण यः धातु एकाच्च अनुदात्ता च तस्मात् विहितस्य प्रत्ययस्थिरागमो न भवति, परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः विधीयते. एभिः त्रिभिः सूत्रैः धातुभ्यः इडागमः वा भवति, तेषु धातुषु केवलं द्वौ धातु अनुदात्तौ तृप् द्रुप् येषाम् इडागमः वा भवति, तेषु तृप् द्रुप् इति धातुभ्याय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रात् स्वीकृता. अत्र महाभाष्ये दत्तं 102 धातवः हलन्तदातु अनुदात्ताः, अजन्तदातेषु द्वादश धातु सर्व उकारान्त ऋकारान्तदातवः सेट् एव ननु तस्य अनिटः, तान् विहाय सर्वे अजन्तानि दातवः अनिटः. एकाच् उपदेश अनुदात्त इति सूत्रेण एकाच् अस्ति अनुदात्त अस्ति धातोः तत्र इदागमः न भवति. परन्तु त्रिभिः सूत्रैः अस्ति, ते वदति इडागमः वा भवति, तेषु धातु केवलं द्वौ धातौ अनुदात्तौ तृप् द्रुप्. किन्तु हलन्तदातवः सन्ति खलु, तस्य अजन्तदातूनां विवक्षा अत्र नास्ति. अजन्तसम्माने अजन्तदातवः अनिटः एव केवलं नास्ति खलु, तृप् द्रुप् इति हलन्तदातवः. आम् आं भगिनि, विशिष्टसूत्रेण अत्र अनुदा किम् अस्ति अनुदात् एकाच् अनुदा उपदेश अनुदात्तात् अनुदात्तस्य चरुरुदुपदस्य अन्यतरस्याम् इति सूत्रेण विकल्पेन भवति यागम. भगिनी सोपानेने यत्र एकाचस्य अनुदात्तः अस्ति तत्र केवलम् ऊकारान्त ऋकारान्तसेदः सन्ति, तद्विहाय अजन्तः वा भवन्तु हलन्तः वा भवन्तु तेषां सर्वेषां तु ते सर्वे तु सेदः सन्ति इति खलु, सर्वे अनितः सन्ति इति अनितः. अरुणा भगिनी, सामान्यतः सर्वे अजन्तदातव अन्यत् केवलं द्वादशधातव यत् महोदय आवल्यां दत्तमस्ति, श्री श्री श्रीं किं यूरु नो वो शूणु त्री भू उकारान्त दीर्घ उकारान्त दीर्घ ऋकारान्त ते केवल सेतः, सर्वे अजन्ता दातव अन्यत् ृङ् अन्वृङ् अपि भगिनि हलन्तः वा भवतु हलन्तदातवः सर्वे ते केवलं यत् आवल्याम् अस्ति ते अन्यतः तेषां अस्ति द्वे अधिक एकदश दातवः सत्यं किन्तु अत्र तु अजन्तानां विवक्षा नास्ति खलु तर्हि किन्तु महोदय सोपानेन इति अत्र सूचय अस्ति कदा इदागमः भवति इदागमः कदा न भवति न उक्तवान् खलु इति पृच्छामि आमाम् अत्र केवलमिति सूचयति अनुदात इति भवति अन्यत्र अन्यत्र इदागमस्य चिन्ता तत्र न भवति इति तेषां त्रिप् द्रिप् प्रति अन्यत्र अस्ति कारण कि अनुदात अस्ति उपदेशे तदनन्तरं तत्र किं भवति अग्रे आगच्छति पुनः वेतनं कथं भवति इति महोदय उक्तं सामान्यतया सर्वे दातः अनिटः एव न भगिनि सेतवा सर्वे हलन्तदातव सामान्यतः सेत किन्तु ये आवल्याम् उक्ता सन्ति ककार धातु पच् वच् कृच् निच् ते मुच् पृच् इति दातव अन्यतः ते हलन्त अस्ति किन्तु ते अन्यतः इदानीं पकारन्तधातुः इति अस्ति पकारन्तधातोः ये त्रिप् त्रिप् द्रिप् सति तेषाम् आगामि यदि भूजनीयसकार अस्ति तत् कृष् धातु सकारान्तधातु यदि नश्यति अस्ति ते कथं वेट् अस्ति वेट् आवल्याम् आगच्छन्ति कृप् कृप् यतोहि ते अनित् आवल्याम् अस्ति इदानीं कथं वेट् आवल्याम् आगच्छति तत्र किं भवति अत्र चर्चा भवति इदागमः भवति इदागमस्य निषेधः भवति वा यत्र अनुदात् अस्ति तत्र इदागमस्य विधानं भवति किम् इति चर्चा अस्ति अग्रे यदि इदागमस्य निषेधः अस्ति वा इदागमस्य विधानम् अस्ति कस्य अपवादः अस्ति इति महोदय चर्चा करोति अग्रे अग्रे भगिनी सरला भगिनी पठतु एषु चत्रिषु सूत्रेषु त्रिषु सूत्रेषु इत्युक्ते वेट् आवल्यां यत् त्रीणि सूत्राणि वयं दृष्टवन्तः सूति स्वरति सूति सूयति धूञ् उदपदावधातु च अपि रदादिभ्यश्च निरकुश् एते त्रीणि सूत्राणि वेद्धातु आवल्यां वयं दृष्टवन्तः येन कारणेन वेद्धातुः विकल्पेन इदागमस्य चिन्तनम् अस्ति सो एषु त्रिषु सूत्रेषु एकम् अस्ति रदादिभ्यश्च इति सप्तमध्याये द्वितीयपादे पञ्चचत्वारिंशत् अस्ति येन विशिष्टसूत्रेण रद् नश् तृप् दृप् दुः मुः श्रुः शृः इत्येभ्य धातुभ्यः वलादि आदधातुकस्य इदागमः विकल्पेन भवति एवं च रदादिभ्यश्च इति सूत्रम् एकाच् उपदेशे अनुदात्तात् इति सामान्यसूत्रस्य अपवादः एकाच् उपदेशे अनुदात्तात् इति सामान्यसूत्रेण इदागमनिषेधः भवति स्म तथा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते त्रीणि अपि वेट् विधायकसूत्राणि इदागमनिषेध अपवादः वा इदागमविधान अपवादः वा भवन्ति त्रिप् दृप् स्वीकृत्य इदागमनिषेध अपवादाः अन्यान् अपि वेट् धातूनां स्वीकृत्य इदागमविधाना अपवादाः इति यदि वयं त्रीणि सूत्राणि दृष्टवन्तः स्वरति सूयति इति सूत्रम् अपि रदादिभ्यश्च निरकुश् ये त्रीणि सूत्राणि यत् रदादिभ्यश्च अनेन सूत्रेण वयं दृष्टवन्तः धातवः सन्ति तस्मिन् रद् नश् तृप् दृप् द्रुः मुः शृः शृः एतेभ्यः धातुभ्यः किं भवति विकल्पेन इदागमस्य चिन्तनम् अस्ति. यदि विकल्पेन वयं जानीमः इदागमस्य विधायकसूत्रमस्ति आर्धधातुकवलादि इति इदागमस्य चिन्तनं भवति. इत्युक्ते यत्र विकल्पेन भवति मीन्स् आर्धधातुक चेत् वलादि तस्य अपवादः भवति, तत्र इदागमः न भवति. इति रधादिभ्यश्च इति सूत्रम् आर्धधातुके वलादि आर्धधातुके अपवादः अस्ति वा इति प्रश्नः अस्ति. इति सो एकाच् उपदेशे अनुदात् इति सामान्यसूत्रम्. अनेन किम् अस्ति? अनुदात्तत्वात्, कारणं कि अनुदात् अस्ति अतः तत्र इदागमः न भवति. सो यदि सामान्यसूत्रस्य इदागमः वयं निषेधसूत्रं वदामः. सो रधादिभ्यश्च इति सूत्रम् इदागमस्य निषेधसूत्रस्य अपवादः अस्ति वा आर्धधातुकवलादे इति इदागमसूत्रस्य निषेधः अस्ति इति किम् अस्ति इति अत्र प्रश्नः अस्ति. सो त्रीणि अपि वेट् विधायकसूत्राणि यथा अहम् उक्तवती, स्वरति, सुयति, सूति, धून् उदुपदधातौ च अपि रधादिभ्यश्च निरकुश् इति त्रीणि वेट् विधायकसूत्राणि इदागमनिषेध अपवादः वा इदागमनिषेध अपवादः इत्युक्ते आर्धधातुक स्वलादे इति सूत्रस्य अपवादः वा इदागमविधान अपवादः क्षम्यताम् इदागमनिषेध अपवादः मीन्स् एकाच् उपदेश अनुदात् तस्य अपवादः वा इदागमविधान अपवादः मीन्स् आर्धधातुकवलादे तस्य अपवादः किम् अस्ति इति प्रश्नः अस्ति. तृप् दृप् स्वीकृत्य इदागमनिषेध अपवादः तृप् दृप् वि जानीमः इति अनुदातम् अस्ति अपि अनुदातत्वात् उपदेशे इति तत्र आगच्छति इदागमनिषेध अपवादः. अन्यान् अपि वेक् धातूनां स्वीकृत्य इदागमविधान अपवादः. अन्ये ये धातवः सन्ति ते इदागमस्य निषेध कारणं कि ते यथा रध् नश्यते धातवः सेत् भवेत् किन्तु तत्र इदागमस्य विधानस्य अपवादः अस्ति इति एतत् परिच्छेदं वदति. साधु भगिनि. अवगच्छामि भगिनि, धन्यास्मि भगिनि. आमाम् अधुना अवगच्छामि. भवती यदा प्रतिपादितवती तदा अवगच्छामि. तत्र रधादिभ्यश्च तत्कारणेन एव सूत्रेण इडागमनिषेध अपवादाः अपि उक्ताः, तदनन्तरम् इडागमविधान अपवादाः अपि उक्ताः खलु. अस्य बोध्यम् अग्रे पठामि. बोध्यं यत् अष्टाध्याय्यां केवलम् इत् शब्दः लभ्यते, सेत् अनित् वेत् इत्येत्र त्रयशब्दाः अष्टाध्याय्यां न लभ्यन्ते, तर्हि इत् इत् संज्ञा लभ्यते अपि च अनुदात् इत्यपि लभ्यते. सौकार्यार्थं सेत् अनित् वेत् इति वदामः, परन्तु मूलसंज्ञा अस्ति अनुदात्. वयम् इदानीं वयं पठितवन्तः अनित् आवल्यां के धातवः सति, सेत् आवल्यां के धातवः, वेट् आवल्यां आवली इति वयं दृष्टवन्तः. किन्तु अष्टाध्यायी ये सूत्राणि सन्ति तत्र इति न दास्य सेत् अनित् वेत् इति त्रीणि त्रयसंज्ञाः तिस्रसंज्ञाः न दत्तम् अस्ति. केवलम् इत् अनुदात यद् संज्ञा द्वे इति दत्तम् अस्ति. अतः इत् सेत् अन्यत् यद् वेत् वयं वदामः तत् केवलम् अस्माकं सुखाय सुखबोधनाय इति दत्तम् अस्ति, किन्तु तत् मूलसंज्ञा इति अष्टाध्यायं केवलम् इत् अस्ति वा अनुदात अस्ति इति. अनुदाताः तु अनेकः भवन्ति खलु सामान्यतः. आम् सामान्यतः एकाच् अनुदात आगमः भवति, यत्र सेट् भवति. अस्तु, सेट् भवति. यत्र विकल्पेन अस्ति तत्र वयं वेट् वदामः इति. अग्रे अहं पठामि तर्हि. अतः अष्टाध्याय्याः च महाभाष्यस्य च पठनेन धातुस्वभावप्रसङ्गे किं जानीमः? महाभाष्यात् जानीमः के धातवः अनुदाताः. अतः स्वभावतः मूलतः धातुः अनुदात्तः अस्ति न वा इति जानीमः. न तु सेत् अनित्वेट्। धातुः अनुदात्तः चेत् एका च उपदेशे अनुदात्तात् इति सूत्रेण सामान्यतया तस्मात् धातुतः इदागमः न भवति, नाम स च धातुः अनित् इति वदामः। अपि च अनुदात्तः नास्ति चेत् उदात्तः नाम धातुतः इदागमः विधीयते, धातुः सेत्। उदात्तः वा भवतु स्वरितः वा भवतु समानं भवति खलु इति वयं शुक्महोदयं महोदयं पृष्टवान् वर्गे, किन्तु महोदय उक्तवान् अनुदात्त उदात्त वयं जानीमः स्वर त्रीणि सन्ति स्वरित अपि, किन्तु अधिकं न उक्तवान् महोदय। प्रायः धातुषु तथा न विधीयते इति, धातुषु प्रायः स्वरितस्वरः न दृश्यते इति प्रायः स्यात् व्यवहार इड्व्यवस्था इति पाठे स्वरितः इति दत्तमस्ति। ओ ओ स्वरितः अपि दत्तमस्ति, तर्हि स्वरितः वयं तत्र भगिनी आत्मनेपदी वा परस्मेपदी वा उभयपदी स्वरितः तत् जानामि, परन्तु अत्र अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्, अयम् अवशिष्टः स्वरः उदात्तः स्वरितो वा धातुः सेत् इति महोदयेन अत्र दत्तमस्ति। इड्व्यवस्था तस्मिन् करपत्रे किन्तु अत्र न उक्तवान् प्रायः अत्र न उक्तवान् वयं पृष्टवन्तः महोदय किमपि न उक्तवान्। तर्हि एवं च महाभाष्यस्य द्वारा के दातवः अनुदाताः के च उदाताः च इति ज्ञायते, तदा अष्टाध्याय्यां त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते, नाम के दातवः वेटः इति ज्ञायते। अस्तु, तर्हि कथं जानीमः अनिटः वा सेटः वा वेटः वा इति प्रश्ने सति प्रथमम् अस्ति महाभाष्ये अनुदातानाम् आवलिः उक्ताः सन्ति, आवलिः उक्ता अस्ति, तर्हि तेन वयम् अनिटः ये दातवः अनिटः इति वयं जानीमः। किमर्थं सूत्रमस्ति एका च उपदेशे अनुदातात् इति सूत्रेण वयं जानीमः। तदनन्तरं किम् अस्ति अष्टाध्याय्यां तत्र त्रिभिः सूत्रैः विशिष्टसूत्रैः वयम् इडागमः विकल्पेन विधीयते इति कृत्वा वयम् एटः इति क्षम्यताम् इति अनिटः जानीमः महाभाष्यात्। तदनन्तरं तद्विहाय ये ये दातवः सन्ति ते सर्वे तु सेटः भवन्ति इत्यपि जानीमः। तदनन्तरं ये वेटः सन्ति तेषां तु पृथक्तया त्रीणि सूत्राणि पाणिनिना उक्तं तानि सन्ति, तर्हि तेन वेट् के दातवः इति अपि वयं जानीमः इति। आहत्य तृप् दृप् इति द्वौ धातु मूलतः अनुदातौ, परन्तु किमर्थम् अनुदातौ इति चेत् येन इडागमनिषेधः स्यात् इति तु नास्ति, यतोहि रथादिभ्यश्च इत्यनेन साक्षात् उच्यते यत् अनयोः धातोः इडागमः विकल्पेन विधीयते। तर्हि तृप् दृप् इत्यनयोः द्वयोः अनुदातत्वं किमर्थम् उक्तम्? येन आगमः अमागमः भवेत्, अनयोः द्वयोः धातोः अनित्वेन सह कोऽपि सम्बन्धो नास्ति, अनयोः अनुदातत्वं तर्हि किमर्थम् उक्तम्? अमागमार्थम्, येन अनुदातस्य चर्दुपदस्य अन्यतरस्य इत्यनेन अमागमः विकल्पेन विद्यते। ओ उत्तमं, समीचीनप्रश्नः अस्ति। तर्हि तृप् दृप् इति द्वौ धातु मूलतः अनुदातौ इति उक्त्वा पुनः किमर्थं पाणिनिः पृथक्तया सूत्रं लिखितवान् रदादिभ्यश्च इत्यनेन तेषां वेट् किमर्थम् आरोपितवान् इति प्रश्नः। तर्हि अनुदातत्वमेव न आवश्यकं खलु, केवलं पाणिनेः रदादिभ्यश्च इति सूत्रमेव पर्याप्तं येन वेट् धातुः इति ज्ञायते, तर्हि अनुदातत्वं किमर्थम् इति प्रश्ने सति अमागमस्य कारणस्य कृते अमागमाय भवति इति, अम् इति आगमस्य कृते भवति। तर्हि सूत्रे उक्तमस्ति अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन तृप् दृप् धातूनां धातोः अमागमः भवति, तदर्थम् अनुदातत्वं विधितम् अस्ति महाभाष्ये इति। प्रश्नः नास्ति खलु अत्र अस्तु पुनः तर्हि विमला भगिनी पठति वा भगिनि विमला भगिनी म्यूटेड् अस्ति अस्ति एकनिमिषे 7:20 7:45 अस्तु सोरि कुत्र कुत्र रदादिभ्यश्च आं रदादिभ्यश्च एषु त्रिषु सूत्रेषु तत्वा एकमस्ति रदादिभ्यश्च रदादिभ्यश्च इति देयं यत् यद्यपि द्वौ धातु एतौ इति तस्मात् पङ्क्तेः अनन्तरं रदादिभ्यश्च इति सप्तमाध्यायस्य सूत्रं रद् नश् तृप् दृप् दृह् दृह् मुह् श्नुः श्निः इत्येभ्यः धातुभ्यः वलादेः आर्धधातुकस्य इट् वा स्यात् अनिरादि तास्प्रत्ययः झलादि अकित् अथ तस्य अम् आगमो भवति तदा इको यणचि इत्यनेन यण् आदेशः रदादिभ्यश्चेति सूत्रेण एतेषां धातूनां इडागमः भवति विकल्पेन यदि वरादेः आर्धधातुकः परे अस्ति चेत् अपि च यदि तत्र अनिट् अनिट् अस्ति तत् शास्त्रस्य जलादि अकित् अपि तेन अत्र अमागमः भवति तत् पश्चात् इको यणचि इत्यनेन यण् आदेशः भवति इति अत्र अस्माभिः सृप् धातुः न कृतं महोदयेन उक्तं तृप् तृप् कुर्मः सृप् अग्रे अग्रिमवर्गे कुर्मः इति अस्तु सृप्ता अनुदात्तस्य चर्दुभसंज्ञतरस्य इत्यनेन तम् आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे सृ अं प ता सृ अत्र मकारस्य इत्संज्ञा भूत्वा लोपः भवति सृ अ प ता अत्र इकोयणचि इत्यनेन ऋकारस्य रेफादेशः भूत्वा सृप् ता खरिचेत्यनेन तथैव तिष्ठति पकार चर् प्रत्याहारे अस्ति इत्यनेन तु रूपमस्ति सृप्ता सृप्ता यस्मिन् पक्षे अम् आगमो न भवति सृप्ता पुगन्तलघुपदस्य च सर्प्ता सर्पयोगता सर्प्ता इति अग्रे पठामि किं प्रतिपादयतु किं किं प्रतिपादनीयं स्पष्टमस्ति किल सृप्ता इति सृप् तु धातुः ता लुट्लकारस्य ता इति प्रत्ययः अस्ति अत्र अमागमः भवति विकल्पेन ता तु झलादि अस्ति अकिति अपि अस्ति सृ प्लस् अं तस्य मकारस्य लोपः भूत्वा तत् अन्त्यात् अचः परः आगच्छति तत् अकारः सृ योगः प सृप् योगः ता सृप्ता अत्र सृ इकोयणचित्यनेन इक्वर्णस्य यणादेशः भूत्वा सृप् ता भवति पकारस्य खरिचेत्यनेन पकारः तथैव तिष्ठति सृप्ता भवती वदतु भगिनि अहं न अवगच्छामि न न सृप्ता इति सृप् इत्यस्य सर्पति गच्छति इति एव अर्थः अस्ति खलु तर्हि रामः वनं सृप्ता इति भवति खलु रामस्य विषये एवम् आगच्छति या तु सर्पस्य विषये सृप्ता इति सरति इति अत्र तु गच्छति इति उरगानां विषये न अत्र तु केवलं अत्र उदाहरणम् अष्टाध्यायी.com मध्ये दत्तमस्ति यथा यथा समीपं स हनुमान् अपसर्पति उपसर्पति इति, तर्हि मनुष्याणां विषये अपि प्रयोक्तुं शक्यते. ओ अस्तु अस्तु अस्तु, धन्यवादः भगिनि. अनेकत्र उक्तम् अस्ति, केवलं गच्छति इति. अस्तु अस्तु, समीचीनप्रश्नः भवत्याः. नो चेत् रामः वनं अपसरति अपसरत् इति नास्ति किं भिन्नम् भिन्नम्? अस्तु अस्तु, सृप्ता नो चेत् सर्ता इति अस्तु. अमागमो न भवति तदा एव भगिनि अपसरति. ऐ विल् गो. आं भगिनि, अनद्यतनकाले भविष्यत्काले. आं भविष्यत्काले श्वः इत्यस्मिन् अर्थे श्वः वनं स्रप्ता इति. श्वः रामः वनं स्रप्ता, श्वः रामः वनं सर्प्ता इति. अग्रे गच्छामः. अरुणा भगिनि पठतु. आं भगिनि, अधुना तृप् द्रुप् इति द्वौ धातु वेटौ यथा उक्तम् इदादि तास् प्रत्यये परे अम् आगमः न भवति, यतोहि अनुदात्तस्य च रुदपदस्य अन्यतरस्याम् इति अम् आगमो भवति जलादिप्रत्यये परे. इदादि तास् प्रत्ययः जलादि नास्ति, अतः आहत्य तृप् धातोः त्रीणि रूपाणि भवन्ति, तथैव च तृप् धातौ. ओके, तृप् तृप् वयं जानीमः, वेट् दातवः, अनुदातदातु अपि अस्ति. तदर्थम् इदादि तात् प्रत्यये परे अम् आगमः न भवति. किमर्थम् इति आगच्छति चेत् तास् नास्ति खलु, मध्ये इकारः आगत्य उपविशति. ओ ओ, यदागमः अस्ति ततः अमागमः न भवति, यतोहि अनुदात्तस्य चरु उत्तपदस्य अन्यतरस्यामिति अमागमः भवति जलादिप्रत्यये परे. इदादितास् प्रत्ययः जलादि नास्ति, अतः आहत्य तृप् धातोः त्रीणि रूपाणि तृप् इदादिपक्षे तृप् प्रयोगः इतः पुगन्तलघुपदस्य गुणभूत्वा तर्पिता भवति. अनिटादिपक्षे तृप् योगः ता अनुदात्तस्य चर् उदपदस्य अन्यतरासम् इत्यनेन अम् आगमः भूत्वा तृ आ किं भवति अमागम आगच्छति पदम् अनिट् अस्ति चेत् तृ योगः अयोगः इत्योगः अत्र इको इणिट् चेत् यन् आगभूत्वा त्रप्ता भवति. केन सूत्रेण इडागम अम्मागमः भवति, केन सूत्रेण त्रियोगः अनुदात्तस्य च रूपदस्य अन्यतरस्याम् इति तर्हि कथं जानीमः वयम् अम् कुत्र स्थापनीयम् इति? ओके, अम् मिदिचो अनुदात्त सूत्रेण अन्तिम वर्ण अच्वर्णात् अम् आगच्छति, अम् मकार लोप भवति चीत्सङ्गं भूत्वा हलन्तम् इति एव अवशिष्यति. अमागमः न भवति चेत् तृप् योगः पुगन्तलघुपदस्य इत्येन गुणभूत्वा तर्पता भवति. तदेव तृप् धातुः प्रथमं इडागमः अस्ति चेत् तृप् प्लस् इतः पुगन्तलघुपदस्य सूत्रेण गुणभूत्वा तर्पिता भवति. इदादि नास्ति, इदादि नास्ति, इरागमः नास्ति चेत् दृप् युगहत्ता अनुदात्तश्च चर् उदपदस्य अन्यतरस्यामितसूत्रेण अम्मागम भवति. अम्मागम मिदच्च अन्तात् इति कारणात् सूत्रेण प्रथम अचुवर्णात् अन्तिमाचुवर्णपरे भवति मकार इति भूत्वा तृप् तृप् योगः आ योगः अथवा अत्र इकवर्णाचिन यन् भूत्वा तृप्ता भवति. न अमागमः नास्ति चेत् केवलं तृप् योगः अथवा पुगन्तलघुपदस्य इति सूत्रेण गुणभूत्वा तृप्ता भवति. तृप्ता दृप्ता सो दृप्ता दर्पिता तावत्पर्यं श्रुतवन्तः किन्तु वयम् अग्रे पठितुं शक्नुमः. भगिनी अग्रिम वाक्यानि अपि रचनीयानि खलु तत्र तृप् इत्यस्य किं वाक्यं तृप्तिः इति अर्थः अस्ति खलु तृप् इत्यस्य. आमां तृप्तिः भवति इति अस्ति. तर्हि वाक्यं भोजनेन न तृप्तः तर्पिता यज्ञेन इन्द्रः तृप्तः. किं भगिनि यज्ञेन इन्द्रः तृप्ता भवति तृप्ता श्वः तृप्ता श्वः तृप्ता दृप् धातोः अर्थः कः अस्ति? मोहन हर्षमोहनयोः हर्षमोहनयोः समान अर्थः अस्ति. हर्षमोहनयोः हर्षमोहनयोः पुत्रस्य चातुर्येण पिता मातापितरौ किं भवति दर्पितारौ दर्पितारौ इति दर्पितारौ. आम् स्वादिष्ट खाद्यं स्वादिष्टखाद्येन सः अत्र दर्प तस्य दर्पः अस्ति इति वदामः खलु दर्पः इति हिस् प्रैड् इति दर्पः इति इति बहु भ्रमः भवति यदा वयं जानीमः सा इति माता पिता इति वयं कर्तारूपेण स्वीकुर्मः यदि वाक्यं वर्षामः तर्हि अत्र क्रियापदेन उक्त्वा इति वाक्यं निर्माणेन कष्टं भवति मया. आमामां भगिनि त्रिजन्तं वा नो चेत् लुटन्तं वा इति भ्रमः भवति खलु महोदय उक्तवान् प्रयत्नं करो कुरु वाक्यरचन भवती नास्ति तत्र वयं न कृतवन्तः अग्रे कुर्मः अग्रे कुर्मः. अहं तु पूर्णतया गते करपत्र प्रायः आरभतः एव अहं न आसम् इति मन्ये. एकमास अधिकं सैट् डौन् अस्ति आसीत् भगिनि. तर्हि वर्गः नासीत् वा? वर्गः वयं महोदय पि डि एफ् प्रेषितवान् एकवारं वर्गः न एकसप्ताहः केवलं महोदय किन्तु सप्ताहद्वयं सः भारते अपि आसीत् खलु मुद्रणस्य गतद्वयसप्ताहवर्गणः